अस्तु, अस्माकं नूतनन्यायवर्गे सर्वेषां स्वागतम्। इदानीं वयम् अत्र अनुमानप्रमाणविषये स्मः। अत्र गतकक्षायां वयं किञ्चित् परार्थानुमानस्य विषये किञ्चित् अधीतवन्तः। तर्हि तत्र शुकवनमहोदय, भवान् किञ्चित् तत्र परार्थानुमानस्य विषये संक्षिप्तरूपेण वक्तुं शक्नोति वा? तद्दृष्ट्वा अनन्तरम् अग्रे गन्तुं शक्नुमः। प्रयत्नं करोमि। परार्थ अनुमानम् इत्युक्ते परार्थम् अनुमानम् इति, अत्र पञ्च अवयवाः इत्युक्ते सोपानानि सन्ति। प्रथमं तु प्रतिज्ञावाक्यम् इति, तत्र यः पूर्वमेव अनुमानं कृतवान् सः अन्यस्य कृते वदति एतत् सर्वम्, एतत् पञ्चवाक्यानि अपि सः एव वदति श्रोतरि। प्रतिज्ञावाक्यम् इति पर्वतो वह्निमान् इति सः वदति, पर्वते वह्निः अस्ति इति। तत् कथं तेन ज्ञातम् इत्युक्ते हेतुवाक्यं वदति धूमवत्वात् इति। हेतुः धूमः, किन्तु तेन कथं पर्वते वह्निः अस्ति इति ज्ञातुं शक्यते इति पृष्टे सति उदाहरणवाक्यं वदति, यो यो धूमवान् सः सः वह्निमान् यथा महानसम् इति। महानसे अपि च अन्यस्थले तेन दृष्टं यत् यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति इति कृत्वा तादृश उदाहरणम् उपयुज्य उदाहरणस्य प्रदर्शनम् अत्र दास्यति, यो यो धूमवान् सः सः वह्निमान् यथा महानसम् इति। इदानीम् उपनयवाक्यं वदति, तथा च अयं, यथा महानसे धूमः आसीत् तत्र वह्निः अपि आसीत् तथा अत्रापि, अयम् इत्युक्ते अत्र अस्मिन् स्थले अपि, पर्वते अपि धूमः अस्ति अतः तत्रापि वह्निः भवेत् इत्युक्ते वह्निव्याप्य धूमवान् अयं पक्षः, पक्षः इत्युक्ते पर्वतः, पर्वते धूमः साक्षात् दृश्यते किन्तु कीदृशधूमः इत्युक्ते वह्निव्याप्य धूमः, धूमः तत्र दृश्यते, वह्निव्याप्य धूमवान् पर्वतः इति उपनयवाक्यं वदति। तदनन्तरं निगमनवाक्यमपि, तस्मात् तथा इत्युक्ते तस्मात् धूमवत्वात्, धूमवत्वात् इत्युक्ते पर्वते धूमः अस्ति इति कृत्वा पक्षे साध्यः अपि अस्ति इति ज्ञातुं शक्यते, यत् पर्वतः, यः पर्वतः धूमवान् सः एव पर्वतः वह्निमान् अपि इति अनुमितिज्ञानं प्राप्तुं शक्यते इति निगमनवाक्यमपि सः वदति। एते पञ्च एतानि पञ्च अवयवानि एव सोपानानि परार्थानुमानस्थले। अत्र परार्थानुमानं भवति अन्वयव्याप्तेः, खलु? अत्र इदानीं यत् स्वार्थानुमानं पूर्वं वयं दृष्टवन्तः, अपि च इदानीं यत् परार्थानुमानम् इति दृष्टवन्तः, द्वयमपि अन्वयव्याप्तिस्थले। अन्वयव्याप्ति नाम यत्र यत् सत्त्वे यत् सत्त्वम् इति अन्वयव्याप्तिः, सत्यम् यत्सत्त्वे यत्सत्त्वम् इत्युक्ते यत्सत्त्वे तत्सत्त्वम् इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः, इत्युक्ते यत्र हेतुः अस्ति तत्र साध्यमपि अस्ति इति इत्येव अन्वयव्याप्ति व्याप्तिः. तर्हि तत्र तदनन्तरं किञ्चित् व्याप्यव्यापकभावविषये अपि वयं दृष्टवन्तः. अत्र अन्वयव्याप्तिस्थले व्याप्तिः इत्युक्ते किम् इति वयं दृष्टवन्तः. तर्हि सुनील् महोदय किञ्चित् स्मारयति वा? अत्र अत्र प्रथम पञ्चसु वाक्येषु तद् न किल अत्र धूमाधिकरणवृत्ति तस्य विवरणमेव किल. सत्यम्. अत्र अत्र अस्ति धूमः पर्वते अस्ति, वह्निः अपि पर्वते अस्ति, अतः पर्वतः समानाधिकरणम् अस्ति. परन्तु अत्र वह्निः पर्वते बहवः अत्यन्ताभावाः सन्ति, परन्तु सर्वेषां प्रतियोगी वह्निः नास्ति, अतः वह्निः अप्रतियोगी अस्ति. एकस्मिन् अधिकरणे धूमः अस्ति, वह्निः अपि अस्ति इति कृत्वा तत्र वाक्यं भवति हेतु अधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी साध्यसमानाधिकरणं व्याप्तिः इति भवति. अतः अन्वयव्याप्तिः इति अस्ति वह्निः. तत्र हा बहु सम्यक् महोदय. अत्र हेतु अधिकरणवृत्ति इत्युक्ते किं, तत्र कण्ठशः किञ्चित् पश्येम पुनः. तत्र हेतु अधिकरणवृत्ति इत्युक्ते किं? हेतुः अधिकरणवृत्तिः इत्युक्ते यत्र हेतुः हेतोः अधिकरणम् अस्ति तत्र एव साध्यः अपि अस्ति इति. हा तदेव अहं चिन्तितवती. तत्र यद्यपि तत् सत्यं, तत्र तथा नास्ति. तत्र हेतु अधिकरणवृत्ति इति अत्यन्त अभावस्य विशेषणं वस्तुतः. तर्हि हेतोः अधिकरणम् अधिकरणे स्थितः अत्यन्त अभावः इत्युक्ते हेतुः इदानीं धूमः इति अस्ति चेत् धूमस्य अधिकरणं किं? धूमस्य अधिकरणं भवति पर्वतः, खलु? पर्वते विद्यमानः अत्यन्त अभावः. तत्र पर्वते बहवः अत्यन्त अभावाः भवति, परन्तु कस्यचित् अभावस्य अपि प्रतियोगी वह्निः नास्ति इति एव तत्र हेत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी इति साध्यस्य विवरणम्. इत्युक्ते कीदृशः वह्निः इति प्रश्ने सति तत्र हेतोः अधिकरणे यः यः यो अत्यन्त अभावः अस्ति अथवा ये अत्यन्त अभावाः सन्ति तस्य कस्यापि प्रतियोगी वह्निः नास्ति इति कृत्वा अप्रतियोगी इति स्वीकृतम्. इत्युक्ते प्रतियोगी नास्ति इत्यर्थे तत्र अप्रतियोगी. तर्हि हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी वह्नि अथवा साध्यः. साध्यस्य सामानाधिकरण्यम् इति व्याप्तिः इत्युक्ते इदानीं साध्यम् अपि च हेतु, साध्यहेतोः तु समानाधिकरणः, खलु? तर्हि समानाधिकरणौ, तर्हि समानाधिकरण्यम् अस्ति हेतौ. हेतौ व्याप्तिः अपि अस्ति, तर्हि साध्यसमानाधिकरण्यम् अस्ति यद् अस्ति तदेव व्याप्तिः इति. इत्युक्ते तत्र यद्वयं यत्र यत्र धूमः तत्र तत्र वह्निः इति तत्र लौकिकभाषायां वदामः तस्य एव अर्थः तद्. इत्युक्ते यत्र धूमः अस्ति तस्मिन् तत्र विद्यमान अभावस्य अप्रतियोगी इति यः वह्निः अस्ति तादृशवह्नेः समानाधिकरण्यमेव व्याप्तिः इति, इत्युक्ते तदेव इदानीम् अन्वयव्याप्तिः, इत्युक्ते यत्र हेतुः अस्ति तत्र साध्यं भवति एव इति यथा वयं वदामः तस्य तत्र पारिभाषिकत्वेन विवरणम् अस्ति हेत्वाधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी साध्यसमानाधिकरण्यं व्याप्तिः इति. स्पष्टं वा? स्पष्टं. किञ्चित् प्रायः अग्रे आगच्छति चिन्तयामि, परन्तु अत्र केवलं तस्य वाक्यस्य विवरणं श्रुत्वा तद् भवति वा, इत्युक्ते अत्र पर्वते वृक्षः अपि अस्ति इति कारणेन वृक्षः अपि अग्नेः समानः एव किल, अत्र सः अपि सर्वेषां प्रतियोगी नास्ति, सः अपि अप्रतियोगी इति वक्तुं शक्नुमः किल. धूमः अस्ति, वृक्षः अस्ति, अग्निः अस्ति इति स्वीकृत्य. सत्यं, परन्तु तत्र वृक्षधूमस्य समानाधिकरणं नास्ति खलु, इत्युक्ते यत्र यत्र वृक्ष तत्र हेतुसाध्ययोः समानाधिकरणम् इति किमर्थम् इत्युक्ते धूमः अस्ति चेत् वह्निः अस्ति एव, परन्तु तथा वृक्षस्य विषये वक्तुं न शक्नुमः खलु. धूमः अस्ति चेत् वृक्षः अस्ति एव इति वयं वक्तुं न शक्नुमः. तर्हि तादृशसमानाधिकरणं समानाधिकरण्यं नास्ति धूमे, इत्युक्ते वृक्षसमानाधिकरण्यम् इति नास्ति खलु. आमाम् आम्, केवलं पर्वते एकम् उदाहरणं स्वीकृत्य केवलं पर्वते तदपि अस्ति इति कारणेन वक्तुं न शक्नुमः, परन्तु तत्र सर्वदा हेत्वाधिकरणवृत्ति सम्पूर्णवाक्यं सर्वत्र भवति इति एव, तदेव किल. सत्यं सत्यम्, इत्युक्ते तत्र हेत्वाधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी तु प्रायः वृक्षे भवितुम् अर्हति, इत्युक्ते इदानीं हेतुः इति धूमः इति स्वीकुर्मः चेत् धूमस्य अधिकरणे तृणं स्यात्, वृक्षः स्यात्, तस्य प्रतियोगित्वम् अभावप्रतियोगी इति पर्वते न भवति इति कृत्वा तादृश अप्रतियोगी इति वक्तुं शक्नुमः, परन्तु तत्र वह्नि अधिकरणवृत्तित्वं धूमे अस्ति खलु, इत्युक्ते वह्नि धूमः इति समानाधिकरणः इति वयं समानाधिकरणौ क्षम्यताम् इति वयं पूर्वम् उक्तवन्तः. तादृशसमानाधिकरण समानाधिकरण्यं नास्ति इति कृत्वा तत्र यत् सम्पूर्णवाक्यं भवति यदस्ति अन्वयव्याप्तेः लक्षणं तत् तत्र वृक्षस्य विषये न सङ्गच्छति. उत्तमं, तर्हि अग्रे महोदय भवान् एव पठति वा अग्रे इति आरभ्य. भगिनि इत्युक्ते क्षम्यताम्, इत्युक्ते यत्र यत्र हेतुसाध्यसम्बन्धः अस्ति तत्र तत्र एव एतादृशवाक्यं वक्तुं शक्यते. हेतु इत्यस्मिन् स्थले यत्किमपि पर्वते पक्षे धर्मरूपेण अस्ति तत् अपि च साध्यमिति यत् पक्षे अस्ति तत् इति वक्तुं न शक्यते. यत्र हेतुसाध्यभावः अस्ति तत्र तत्र एव हेत्वधिकरणवृत्ति अत्यन्त अभाव प्रतियोगी साध्यसामानाधिकरण्यं व्याप्तिः इति वक्तुं शक्यते. सत्यं, तथा एव अन्वयव्याप्ति व्याप्तिः इति भवति खलु, इत्युक्ते एकस्मिन् पर्वते तत्र धूमः अपि स्यात्, वृक्षः अपि स्यात्, अन्यस्मिन् पर्वते वृक्षः न भवति परन्तु धूमः भवितुम् अर्हति यतोहि तृणमस्ति, तृणे तत्र अग्निः अस्ति चेत्, इत्युक्ते तृण तेजसंयोगः भवति चेत् तत्रापि धूमः भवति खलु, परन्तु तत्र वृक्षः नास्ति अथवा किमपि अन्यत् किमपि भवितुम् अर्हति. तर्हि पक्षे भिन्नभिन्न भिन्नानि वस्तूनि भवन्ति एव, परन्तु तत्सर्वम् अत्र हेतुसाध्यम् इति व्याप्यव्यापकभावेन न भवति. तदर्थमेव यत्र यत्र तादृश भावः अस्ति तदेव इदानीं तस्मिन् तत्र लक्षणवाक्येन उक्तं खलु. तर्हि तत्र वयं तथापि तत् एतद् वाक्यं तत्र स्थाप्य कथं वदामः, तत्र मेथमेटिकल् फार्मुला इव अपि कर्तुं शक्नुमः खलु, तत् कण्डिशन् सर्वं तत्र पूरयति वा इति. नास्ति चेत् तत्र हेतुः साध्यम् इति व्याप्यव्यापकभावः न भवति इत्यपि वक्तुं शक्नुमः. आम्, इत्युक्ते अप्रतियोगी इति पदार्थं वृक्षविषये वयं इति पदं वृक्षविषये वयं न वक्तुं शक्नोति. किमर्थमित्युक्ते वृक्षस्य अत्यन्त अभावः पर्वते अस्ति चेदपि धूमः भवितुम् अर्हति इति कृत्वा. हा सत्यम्, इत्युक्ते तत्र इदानीम् एकस्मिन् पर्वतः इति स्वीकृत्य वदामः चेत् यस्मिन् पर्वते इदानीं धूमः अस्ति तस्मिन् पर्वते वृक्षः अपि अस्ति चेत् धूमाधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी वृक्षः इति वक्तुं शक्नुमः. परन्तु तदनन्तरं यदस्ति इत्युक्ते समानाधिकरण क्षम्यतां साध्यसमानाधिकरण्यम् इति, तत् तत्र वृक्षस्य विषये तत्र सम्पूर्णं न भवति खलु. किन्तु समानाधिकरणम् इत्युक्ते किं, पक्षः एव किल भगिनि तत्र यत्र समानाधिकरणम् इत्युक्ते न समानाधिकरण्यम् इत्युक्ते तत्र वन्य अधिकरणवृत्तित्वं खलु, इत्युक्ते वन्नी यत्र अस्ति तस्मिन् अधिकरणे तदपि अस्ति वा इति. तर्हि वृक्षः यत्र यत्र अस्ति तत्र वृक्षधूमयोः मध्ये तादृशसमानाधिकरण्यं नास्ति खलु समानाधिकरण्यम्. हा समानाधिकरणम् इत्युक्ते किं, तत्र व्याप्तिः किमपि आवश्यकता नास्ति. पक्षे धूमः अस्ति, पर्वते धूमः अस्ति, पर्वते वह्निः अस्ति इति कृत्वा वह्नी धूमयोः मध्ये समानाधिकरण्यम् अस्ति. यथा पर्वते धूमः अस्ति अपि च पर्वते वृक्षः अस्ति इति कृत्वा धूम वृक्षयोः मध्ये समानाधिकरण्यम् अस्ति एव पर्वतरूपेण. अस्मिन् पर्वते तथा भवितुम् अर्हति, परन्तु सर्वत्र तथा भवति वा इति द्रष्टव्यं खलु. तदेव इदानीं विषयः, इत्युक्ते अन्वयव्याप्तिः इत्युक्ते तत्र एकस्मिन् पक्षे इति नास्ति खलु, सर्वत्र तथा भवति वा इति प्रश्नः. तर्हि पक्षे सर्वदा यत्र धूमः अस्ति तत्र वृक्षः अस्ति वा इति प्रश्ने सति तथा न भवति खलु. एकस्मिन् पर्वते प्रायः अप्रतियोगी वृक्षः इति भवितुम् अर्हति, परन्तु सर्वत्र यत्र यत्र वह्निः भवति यत्र यत्र धूमः भवति तत् सर्वत्र तादृश अप्रतियोगी वृक्षः समानाधिकरण्यं वृक्षधूमयोः मध्ये इति वक्तुं न शक्नुमः. खलु अस्तु भगिनि, अहं चिन्तयामि अप्रतियोगी इति पदे एव तत्र मुख्यत्वम् अस्ति इति. समानाधिकरणम् इति पदे नास्ति, किन्तु अप्रतियोगी यत्र हेतुः अस्ति तत्र अत्यन्त साध्य साध्यस्य अत्यन्त अभावः न भवेत् चेत्. सत्यं सत्यं, न अप्रतियोगी समानाधिकरण्यं द्वयमपि तत्र मुख्यत्वं खलु. यतोहि तत्र हेतुः यत्र अस्ति तत्र साध्यस्य अभावः न भवेत् इति प्रथमम्, अपि च हेतोः हेतुसाध्ययोः मध्ये समानाधिकरण्यमपि भवेत् इति द्वितीयं. द्वयमपि भवति चेत् एव तत्र अन्वयव्याप्ति भवितुम् अर्हति. आम्, किन्तु धूमवृक्षस्थले समानाधिकरण्यम् अस्ति किन्तु अप्रतियोगित्वं नास्ति. न, तथा नास्ति खलु. अप्रतियोगित्वं यथा समानाधिकरण्यं भवितुम् अर्हति तथा अप्रतियोगितम् अपि भवितुम् अर्हति, परन्तु द्वयं मिलित्वा सर्वदा न भवति सर्वत्र. इत्युक्ते पर्वते इदानीं धूमः अस्ति वृक्षः अपि अस्ति चेत् तत्र अप्रतियोगित्वं वृक्षे अभवति एव खलु. द्वयमपि भवेत् सत्यं, द्वयमपि भवेत् परन्तु सर्वदा तथा भवति वा इति, इत्युक्ते अन्वयव्याप्तिः इति किञ्चित् तत्र किं वदामः, तत्र जनरलैस्ड् इति वदामः चेत् सार्वत्रिकभावेन पश्यामः चेत् तत्र सर्वदा तथा न भवति खलु? आम्, अस्तु भगिनि, आम्, धन्यवादः, अस्तु महोदय, अग्रे पठामि. अग्रे व्यतिरेकव्याप्तिः कीदृशी, तदाधारेण पञ्चावयवाः कथं भवन्ति, ततः च अनुमितिः कथं जायते इति द्रष्टव्यम्. अत्रैव अस्माकं प्रश्नः किल, यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति व्याप्तिज्ञानस्य आधारेण पक्षे हेतुः अस्ति चेत् साध्यमपि अवश्यम् अस्ति इति कथं सिद्ध्यति? अन्वयव्याप्तिस्थले चिन्तनं यथा, तदपेक्षया व्यतिरेकव्याप्तिस्थले चिन्तनं किञ्चित् अन्यादृशं भवति. सर्वप्रथमं कश्चन मूलसिद्धान्तः बोध्यः, इदमेव बीजम् अवगम्यते यत् अवगम्यते चेत् समग्रबोधः इतोपि सुलभः. वयम् अत्र अन्वयव्याप्तिस्थले पूर्वं दृष्टवन्तः, इदानीं व्यतिरेकव्याप्तिस्थले कथमिति, अत्र पञ्चावयवाः कथं भवन्ति इति पश्यामः. अनन्तरम् अनुमितिः अपि कथं जायते इति. पूर्वं व्यतिरेकव्याप्तिस्थले वयं दृष्टवन्तः यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति पूर्वं दृष्टवन्तः. अतः उदाहरणमासीत् उष्णः, जले उष्णः नास्ति इति कारणेन अन्यत्र अस्ति इति वक्तुं न शक्नुमः. अतः तत्र यत्र साध्यं नास्ति तत्र हेतुः नास्ति इति वयं दृष्टवन्तः. पुनः अत्र पक्षे हेतुः अस्ति चेत् साध्यमपि अवश्यम् अस्ति इति वयं कथं सिद्ध्यति इति प्रश्नः. यदा अत्र अन्वयव्याप्तिस्थले चिन्तनं यथा, तदपेक्षया व्यतिरेकव्याप्तिस्थले चिन्तनं किञ्चित् अन्यादृशं भवति. अतः क्षम्यतां महोदय, क्षम्यतां, तत्र पूर्वस्मिन् वाक्ये यः प्रश्नः अस्ति तद् अवगतवान् वा? इत्युक्ते यथा भवान् उक्तवान् तथा किञ्चित् मम विश्वासः न जातः, तदर्थमेव पृच्छामि. तत्र प्रश्नः कः इति अवगतवान् वा? पुनः एकवारं वक्तुं शक्नोति वा? इत्युक्ते अत्र व्यतिरेकव्याप्तिस्थले वयं पूर्वमेव उदाहरणम् आसीत् अत्र यत्र उष्णः जले नास्ति इति कारणेन अन्यत्र अस्ति इति वक्तुं न शक्नुमः. तदर्थं वयं यत्र साध्यं नास्ति तत्र हेतुः नास्ति इति एव वक्तुं शक्नुमः. अतः अत्र पक्षे पर्वते धूमः अस्ति चेत् मह्निः अपि अस्ति इति वयं कथं स्वीकुर्मः इति एतादृशम् उदाहरणं स्वीकृत्य प्रश्नः उदयति किल. हा, सत्यम्. इत्युक्ते तत्र यद्वाक्यं वयं पूर्वं दृष्टवन्तः, वह्निः उष्ण वह्निः उष्णः वन्नित्वात् इन्नैवं तन्नैवं यथा जलम् इति वयं दृष्टवन्तः खलु. तत्र इन्नैवं तन्नैवं यथा जलम् इत्युक्ते यत्र हेतुः नास्ति तत्र साध्यं नास्ति, यथा जले तथा आसीत् इति कृत्वा इदानीं वन्नौ तत्र हेतुः अस्ति, साध्यमपि अस्ति इति कथं वक्तुं शक्नुमः? इत्युक्ते नास्ति नास्ति इति कथनेन अस्ति अस्ति इति कथं साधयितुं शक्नुमः इति प्रश्नः. इत्युक्ते तत्र धूम वह्नि विषये किञ्चित् भिन्नः खलु, तत्र धूमः अपि धूमः अस्ति, वह्निः हेतुः अस्ति इति कृत्वा साध्यम् अस्ति इति यथा महानसम् इति इति दृष्टान्तं दृष्टान्तेन वयं तत्र इदानीं धूमः अस्ति चेत् वह्निः अपि भवेत् इति वयं अन्वयव्याप्तिप्रसङ्गे उक्तवन्तः, परन्तु व्यतिरेकव्याप्तिप्रसङ्गे नास्ति नास्ति इति कथनेन अस्ति अस्ति इति कथं स्वीकर्तुं शक्नुमः इति प्रश्नः भवति. अग्रे महोदय. अग्रे, अतः इदानीम् अन्वय व्याप्तिस्थले चिन्तनं यथा आसीत् तस्य अपेक्षया अत्र व्यतिरेकव्याप्तिस्थले किञ्चित् भिन्नविषयः इति अस्ति. तदर्थं तद् अत्र मूलसिद्धान्तः प्रथमं सिद्धान्तं द्रष्टव्यः, सिद्धान्तः द्रष्टव्यः, तदनन्तरमेव वयं अग्रे अन्य विषयः पश्यामः. अग्रे पठामि वा? हा, पठतु. कश्चन व्याप्यः कश्चन व्यापकः च स्तः चेत् व्याप्याभावं प्रति व्यापकाभावः व्याप्यः, व्याप्याभावश्च व्यापकः इति सार्वत्रिकनियमः. नाम अभावशब्दस्य संयोजनेन व्याप्तिकथनावसरे शब्दक्रमः विपरीतत्वेन वक्तव्यः. तथैव च पुनः पुनः कर्तुं शक्यते अभावशब्दसंयोजनं विपरीतत्वेन शब्दक्रमः. अत्र व्याप्यः व्यापकः इति वयं दृष्टवन्तः. अतः तत्र व्याप्याभावः व्याप्य एकक्षणं, तत्र व्याप्य नाम किं, व्यापक नाम किम्? व्याप्यः इत्युक्ते न्यूनदेशे वर्तते, व्यापकः अधिकदेशे वर्तते इति अस्ति. अतः धूमः व्याप्यः, वह्निः व्यापकः इति पूर्वं दृष्टवन्तः. अतः व्याप्य अभावं प्रति व्यापक अभावः भवति, सः व्याप्यः इति. कः व्याप्यः? व्याप्याभावं प्रति व्याप् यत् उक्तवान् पुनः एकवारं वदतु. व्याप्यः व्याप्याभावं प्रति व्यापकाभावः अपि भवति इति. न न न, तथा नास्ति. व्याप्याभावं प्रति व्यापक अभावः भवति. व्याप्याभावं प्रति व्यापक अभावः व्याप्यः भवति वस्तुतः. इत्युक्ते इदानीं व्याप्यः व्यापकः इति चिन्तयामः चेत् तत्र यथा भवान् उक्तवान् व्याप्यः अस्ति न्यूनदेशवृत्तिः, व्यापकः अस्ति अधिकदेशवृत्तिः खलु. तर्हि व्याप्याभावः इति स्वीकुर्मः चेत् व्याप्याभावः अधिकदेशवृत्तिः भवति, व्यापकाभावः न्यूनदेशवृत्तिः भवति, विपरीतं भवति खलु यदा अभावपदम् उपयोगस्थापयामः चेत्. ओ आम् आम्, अहं तद् तस्य विशेषणमिति चिन्तितवान्. हा, तर्हि इदानीं व्याप्याभावं व्याप्याभावः व्यापकाभावः इति स्वीकुर्मः चेत् तत्र व्यापकाभावः भवति व्याप्यः, व्याप्याभावः भवति व्यापकः. इत्युक्ते व्याप्यः धूमः इति स्वीकुर्मः, पह्निः व्यापकः, अभावविषये धूमाभावः व्यापकः भवति, वन्यभावः व्याप्यः भवति. सत्यं, यतोहि तत्र धूमाभावः अधिकदेशवृत्तिः भवति, वन्यभावः न्यूनदेशवृत्तिः भवति. अग्रे विपरीतम्. अत्र व्याप्याभावश्च व्यापकः इति सर्वत्र सार्वत्रिकनियमः तदेव अस्ति अत्र. नाम अभावशब्दस्य संयोजनेन व्याप्तिककथनावसरे शब्दक्रमः विपरीतत्वेन वक्तव्यः. तदेव अस्ति, भावः अस्ति तस्य विपरीतं भवति अभावः. अतः अत्र अभाव शब्दस्य उपयोजनेन व्याप्तिः व्याप्यव्यापकः शब्दक्रमः विपरीतं भवति. तदेव च पुनः पुनः कर्तुं शक्यते. अभावशब्दसंयोजनं विपरीतत्वेन शब्दक्रमः तदेव अस्ति. अभावशब्द उपयुज्य शब्दम् उपयोगं कुर्मः चेत् विपरीतत्व शब्दक्रमः अपि स्वीकरणीयः. अत्र यदा व्याप्येन व्यापकः सिद्धः. एकक्षणं महोदय, क्षम्यतां, तत्र अग्रे विद्याशङ्कर् महोदय भवान् पठितुम् इच्छति वा? आं भगिनि, अवश्यं. यथा व्याप्येन व्यापकः सिद्ध्यति, यत्र यत्र व्याप्यः तत्र तत्र व्यापकः. धूमः भग्निः, यत्र यत्र धूमः तत्र तत्र लक्ष्मी. इत्युक्ते व्याप्येन व्यापकः सिद्ध्यति. अत्र अन्वयव्याप्ति एव इति उदाहरणं दृश्यते. यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति पूर्वं दृष्टवन्तः. इत्युक्ते यत्र यत्र व्याप्यः तत्र तत्र व्यापकः. यथा उदाहरणे धूमः वह्नि, तत्र यत्र यत्र धूमः, धूमः इत्युक्ते तत्र व्याप्यः, तत्र तत्र वह्निः व्यापकः भवेत् एव इति प्रथमबिन्दु. अग्रे व्यापक अभावेन व्याप्य अभावः सिद्ध्यति, यत्र यत्र व्यापकाभावः तत्र तत्र व्याप्याभावः. वह्नि अभावः, धूमाभावः. यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः. द्वितीयवाक्ये द्वितीयबिन्दौ अभावशब्दस्य योजनेन विपरीतत्वं यथा भवति, तत्र व्यापक अभावः भवति चेत् तत्र व्याप्य तेन व्याप्य अभावः सिद्ध्यति. यत्र यथा इत्युक्ते यत्र यत्र व्यापक अभावः तत्र तत्र व्याप्य अभावः. यत्र यत्र यत्र वह्निः धूमः उदाहरणे, यत्र यत्र वह्निः नास्ति, वह्निः नास्ति, यत्र यत्र वह्निः अभावः तत्र तत्र धूमः अपि नास्ति, धूमाभावः अपि भवति. द्वितीयबिन्दु पुनः अभावः योजयामः चेत् व्याप्य अभाव अभावेन व्यापक अभाव अभावः सिद्ध्यति, यत्र यत्र व्याप्याभावाभावः तत्र तत्र व्यापकाभावाभावः, धूमाभावाभावः, वह्न्यभावाभावः. यत्र यत्र धूमाभावाभावः तत्र तत्र वह्न्याभावाभावः. अतः पुनः अभाव पदस्य योजनेन पुनः द्वितीयबिन्दस्य बिन्दोः अपि विपरीतत्वं भवति. द्वितीयबिन्दुः व्यापक अभावः, व्याप्याभावः इति अस्ति. अत्र व्याप्याभाव अभावः इत्युक्ते व्याप्यः एव. यत्र व्याप्य अभावेन व्यापकाभावाभावः इत्युक्ते व्यापकः एव चेदति. यतः प्रथमबिन्दुः आसीत् तथा पुनः अत्रापि अस्ति. यत्र यत्र व्याप्याभावाभावः, यत्र यत्र व्याप्य अभावस्य अभावः तत्र तत्र व्यापक अभावस्य अपि अभावः. धूमवह्नि उदाहरणे, यत्र यत्र धूमाभावाभावः इत्युक्ते धूमः एव, तत्र वह्नि अभावाभावः. यत्र यत्र धूमाभावाभावः तत्र तत्र वह्नि अभावाभावः इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः. प्रथमवाक्यमेव एवं भगिनि? हा, सत्यं महोदय. तावदेव. इत्युक्ते धूमाभावाभावः इत्युक्ते धूमाभावस्य अभावः इत्युक्ते धूमाभावः नास्ति इति इत्युक्ते धूमः एव यथा महोदयेन उक्तं. तर्हि तद्वत् वन्यभावाभावः इत्युक्ते वन्यभावस्य अभावः इत्युक्ते वन्यभावः नास्ति इति, वन्यभावः नास्ति इत्युक्ते वह्निः अस्ति इत्येव खलु. तर्हि यत्र यत्र धूमः अस्ति तत्र तत्र वह्नि अपि अस्ति इति अन्ततो आगच्छति. इत्युक्ते अभावपदस्य संयोजनेन तत्र विपरीतार्थम् आगच्छति इति कृत्वा तत्र पुनः पुनः तथा कर्तुं शक्नुमः. तत्र वाक्यद्वयमपि तत्र यत् प्रथमवाक्यं द्वितीयवाक्यम् इति आसीत् तस्यैव अर्थः पुनः पुनः आगच्छति यदा वयं पुनः पुनः अभावपदं तत्र संयोजनं कुर्मः चेत् इति एव. नमस्ते भगिनि, स्वागतं. तर्हि महोदय अग्रे पठतु. का भगिनि? अहं वा? हा, भवानेव भवानेव. अस्तु, अत्र प्रथमं वाक्यं साधु इति चेत् द्वितीयं वाक्यमपि साधु, द्वितीयं वाक्यं साधु इति चेत् तृतीयं वाक्यमपि साधु. अस्य सिद्धान्तस्य आधारेण व्यतिरेकव्याप्त्या साध्यं सिद्ध्यति. अपि च यत्र हेतुः पक्षभिन्नाधिकरणे न भवति तत्र व्यतिरेकदृष्टान्तेन एव सिद्ध्यति. इत्यस्मात् प्रथमवाक्यस्य असम्भवत्वात् द्वितीयवाक्यात् आरभ्यते. अत्र प्रथमवाक्यं पूर्वस्मिन् प्रथमबिन्दुः किम् आसीत्? व्याप्येन व्यापकः सिद्ध्यति. यत्र यत्र व्याप्यः व्याप्यः तत्र तत्र व्यापकः इति एतद् वाक्यं साधु इति चेत् द्वितीयं वाक्यमपि साधु. द्वितीयं वाक्यमासीत् विपरीतत्वेन भावपदस्य योजनेन यत्र यत्र व्यापकः भावः तत्र तत्र व्याप्या भावः अपि. द्वितीयं वाक्यं साधु इति चेत् तृतीयं वाक्यमपि साधु. किमर्थं चेत् पुनः अभावपदस्य योजनेन विपरीतत्वं विपरीत किं वदामि, यत्र यत्र तत् वाक्यं यदस्ति तद् वाक्यं विपरीतं विपरीतत्व वैपरीतं भवति अभावपदस्य योजनेन इति मुख्यसिद्धान्तः. अस्य सिद्धान्तस्य आधारेण व्यतिरेकव्याप्ति तस्य साध्यं सिद्ध्यति. कथम्? अपि च यत्र हेतुः पक्षभिन्न अधिकरणे न भवति तत्र व्यतिरेकदृष्टान्तेन एव सिद्ध्यति. अत्र केचन उदाहरणे केषु उदाहरणेषु यत्र हेतुः पक्षभिन्न अधिकरणे न भवति इत्युक्ते यत्र यत्र व्यापकः व्याप्यः तत्र तत्र व्यापकः इति उदाहरणं सर्वत्र न सम्भवति तेषु सन्दर्भेषु पक्षभिन्न अधिकरणे न भवति चेत् तत्र व्यतिरेकदृष्टान्तेन एव तर्कः साधितुं शक्नुमः. इत्यस्मात् प्रथमवाक्यस्य असम्भवत्वात् द्वितीयवाक्यात् आरभ्यते. इत्युक्ते यत्र यत्र व्यापः तत्र तत्र व्यापकः इति वक्तुं न शक्नुमः. यथा महान् आसन् तत्र तथा न वक्तुं शक्नुमः. तर्हि प्रथमवाक्यं न उपयुज्मः, किन्तु द्वितीयवाक्यात् तर्कः आरभ्यते. सत्यम्. इत्युक्ते व्यतिरेक व्याप्तिः इत्युक्ते अत्र तदभावे तदभावः इति खलु. तर्हि तत्र नास्ति नास्ति इति कृत्वा एव वयं अस्ति इति साधयितुं शक्नुमः. तत्र तु अभावपदेन यद्वितीयं वाक्यमस्ति, यत्र यत्र व्यापकाभावः तत्र तत्र व्याप्याभावः इति, तेन वाक्येन एव वयं साधयितुं शक्नुमः इति. तत् कथं भवति इति अग्रे आगच्छति. तर्हि तदेव इदानीम् अस्माकं अस्माभिः अवगन्तव्यं मुख्यतया. अस्तु, तावत्पर्यन्तं प्रश्नः अस्ति वा? अस्तु, तर्हि शुकनमहोदय भवान् एव अग्रे पठति वा? प्रश्नः अस्ति, न्यूनभावः कथम् अत्र न दृष्टं मम. किं भगिनि, किं न दृष्टं? न्यूनभावः इति उक्तं न? न्यूनभावः इति न उक्तं, न्यूनदेशवृत्तिः इति उक्तं पूर्वं. न्यूनदेशवृत्तिः कुत्र अस्ति? तत्र आरम्भे करपत्रस्य आरम्भे व्याप्यव्यापकभावस्य विषये यदा वयं प्रथम तस्य विवरणं यदा आसीत् तत्र अस्ति. व्याप्यः इत्युक्ते न्यूनदेशवृत्तिः, व्यापकः इत्युक्ते अधिकदेशवृत्तिः इति. पठामि भगिनि. अत्र 20 पर्वताः सन्ति, तेषु 15 वह्निः अस्ति, 7 च धूमः अस्ति. 5 पर्वतेषु वह्निः अभावः अस्ति, 13 पर्वतेषु च धूमाभावः अस्ति. पश्यतु चित्रे वह्निव्यापकः धूमः व्याप्यः. यत्र यत्र धूमः अस्ति 7 पर्वतेषु तत्र तत्र वह्निः अवश्यम् अस्ति, यतोहि वह्निः धूमस्य अपेक्षया व्यापकः. अधुना विपरीतत्वेन पश्यामः. तावत्पर्यन्तं प्रथमम् अवगन्त्य अग्रे गच्छामः वा भगिनि? हा भवतु महोदय. हा अत्र विंशतिः चित्रे विंशतिः पर्वताः तत्र स्क्वयर् इति तद्विंशतिः अस्ति. तत् ते पर्वताः इति भाव्य तेषु पञ्चदशसु वह्निः अस्ति. अत्र स्टार् इतीव रक्तवर्णे अस्ति, तत् वह्निः इति चिन्तयित्वा सप्तसु धूमः अस्ति. मेघ इव दृश्यते तत्र, धूमः इति अवगम्यते चेत् तत् धूमः. सप्तसु धूमः अस्ति, पञ्चसु पर्वतेषु वन्यभावः अस्ति. अधोभागे यद् यदस्ति तत् त्रयोदशसु पर्वतेषु च धूमाभावः अस्ति. आम् सप्तसु एव धूमः अस्ति इति कृत्वा पश्यतु चित्रे वह्निः व्यापकः, धूमः व्याप्यः. वह्निः पञ्चदशसु पर्वतेषु अस्ति इति कृत्वा, अधिकदेशे अस्ति इति कृत्वा वह्निः व्यापकः, धूमः सप्तसु एव सप्तसु पर्वतेषु एव अस्ति इति कृत्वा, न्यूनदेशवृत्तित्वं तस्मिन् अस्ति इति कृत्वा धूमः व्याप्यः. यत्र यत्र धूमः अस्ति सप्तसु पर्वतेषु तत्र तत्र वह्निः अवश्यम् अस्ति. तादृशमेव चित्रे एव दत्तमस्ति, प्रदर्शितमस्ति, यतोहि वह्निः धूमस्य अपेक्षया व्यापकः. आम् वह्निः अधिकदेशे अस्ति, किन्तु धूमः न्यूनदेशे एव अस्ति. अधुना विपरीतत्वेन पश्यामः. विंशत्यां पर्वतेषु केवलं सप्तसु धूमः वर्तते, अतः तदधिकेषु धूम अभावः अस्ति, नाम त्रयोदशसु. त्रयोदशसु पर्वतेषु धूम अभावः अस्ति, किन्तु पञ्चदशसु वह्निः अस्ति, नाम विंशत्याम् अधिकेषु, अतः न्यूनेषु एव वह्निः अभावः वर्तते, केवलं पञ्चसु. इदानीं धूम अभावः कुत्र कुत्र वर्तते इत्युक्ते त्रयोदशसु पर्वतेषु वर्तते, किन्तु वह्निः अभावः कुत्र कुत्र वर्तते इत्युक्ते तद् इति पश्यामश्चेत् तत्र पञ्चसु पर्वतेषु एव वह्निः अभावः वर्तते. त्रयोदशसु पर्वतेषु धूमाभावः, पञ्चसु च वह्निः अभावः. पश्यतु चित्रे धूमाभावः व्यापकः, वह्निः अभावः व्याप्यः. इदानीं विपरीतम् अभवत्. यदा अभावः पश्यामश्चेत् तत्र धूम अभावः व्यापकः भवति, अधिक वृत्तित्वम् अस्ति इति कृत्वा वह्निः अभावः व्याप्यः भवति. यत्र यत्र वह्निः अभावः अस्ति पञ्चसु पर्वतेषु तत्र तत्र धूम अभावः अवश्यम् अस्ति. आम् पञ्चसु पर्वतेषु वह्निः अभावः अपि अस्ति, धूमाभावः अपि अस्ति. अतः यत्र यत्र व्याप्यः तत्र तत्र व्यापकः, किन्तु यत्र यत्र व्यापक अभावः तत्र तत्र व्याप्य अभावः. यत्र यत्र व्याप्यः, अत्र व्याप्यः इत्युक्ते धूमः, तत्र तत्र व्यापकः. व्यापकः इत्युक्ते वह्निः. तद् अस्ति, तत्तु सप्तस्थलेषु सप्तसु स्थलेषु पर्वतेषु चित्रे अस्ति. धूमः सप्तस्थलेषु सप्तसु पर्वतेषु अस्ति, तत्र तत्र वह्निः अपि अस्ति इति कृत्वा यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति भवति. किन्तु यत्र यत्र व्यापक अभावः तत्तु पञ्चसु पर्वतेषु व्यापकः व्यापक अभावः इत्युक्ते वह्निः अभावः, तत्र तत्र व्याप्य अभावः अपि. व्याप्य इदानीं धूमः इति कृत्वा तत्र तत्र व्याप्य पञ्चसु स्थलेषु अपि पर्वतेषु अपि व्याप्य अभावः अस्ति. यः व्याप्यः आसीत् नाम धूमः तस्य अभावः व्यापकः भवति आम् अपि च यः व्यापकः आसीत् नाम वह्निः तस्य अभावः व्याप्यः भवति इति इदानीमेव वयं दृष्टवन्तः अभावस्थले वैपरीत्यं भवति इति व्याप्यव्यापकयोः मध्ये वैपरीत्यं भवति यत् पूर्वं व्याप्यः आसीत् व्याप्य अभावः इत्युक्ते धूम अभावः अधिकस्थले इदानीं भवति इति कृत्वा तत्र वैपरीत्यं भवति इति दत्तमस्ति सत्यम् इत्युक्ते इदानीं पर्वतेषु यत्र यत्र धूमाभावः अस्ति तत्र तत्र वन्यभावः अपि अस्ति परन्तु यत्र यत्र वन्यभावः क्षम्यतां यत्र यत्र यत्र यत्र वन्यभावः अस्ति तत्र तत्र धूमाभावः अपि अस्ति परन्तु विपरीतत्वेन वक्तुं न शक्नुमः खलु तर्हि तत्र इदानीं धूमाभावः इति धूमः इति यद् व्याप्यः आसीत् पूर्वं तद् इदानीं अभावपद संयोजनेन धूमाभावः इति यदा वदामः चेत् इदानीं व्यापकः अभवत् इत्युक्ते तत्र यत्र यत्र वन्यभावः तत्र तत्र हेत्वभाव क्षम्यतां तत्र तत्र धूमाभावः इति तत्र हेतुसाध्ययोः मध्ये अपि परिवर्तनम् अभवत् खलु इदानीं तत्र अन्वयव्याप्ति पक्षेन पश्यामः चेत् इदानीं हेतुः अभवत् वन्यभावः साध्यम् अभवत् धूमाभावः इति यत्र यत्र यत्र यत्र धूमः तत्र तत्र वह्निः इव यत्र यत्र वन्यभावः तत्र तत्र धूमभावः इत्यपि वक्तुं शक्नुमः किन्तु अत्र भगिनी एकः प्रश्नः द्वयमपि पञ्च समानस्थले एव वह्निः अभावः अपि च धूमाभावः द्वयं मिलित्वा समानस्थले एव अस्ति न धूम् अत्र पश्यतु धूमाभावः तु अधिकदेशे अस्ति खलु इत्युक्ते नास्ति मिलित्वा अहं वदामि हा मिलित्वा तत्र पञ्चस्थलेषु अस्ति यथा मिलित्वा तस्य भावः सप्तस्थलेषु वर्तते तद्वत् अभावः मिलित्वा पञ्चस्थलेषु वर्तते अधिक अधिकस्थले इति नास्ति द्वयमपि पञ्चसु स्थलेषु एव अस्ति भवतः कथनस्य आशयः अहं न अवगतवती इत्युक्ते अधिकस्थले नास्ति इत्युक्ते तत्र वस्तुतः धूमभावः अधिकस्थले अस्ति खलु आम् यत्र वह्निः अस्ति तत्र धूमः नास्ति इति कृत्वा धूमभावः अधिकस्थले अस्ति किन्तु यत्र वह्निरपि नास्ति धूमः अपि नास्ति तादृशं समानमेव प्रायः तादृशमेव भवति समानम् इति केन सह समानं सम्यक्तया न अवगतवती इत्युक्ते तत्र इदानीम् अभावः इति मा चिन्तयतु तत्र यत्र यत्र वह्निः तत्र हेतुः इति पश्यामः चेत् तदपि समानं तु सप्तसु स्थलेषु एव भवति खलु तत्रापि यथा भवान् चिन्तयति एतद्वाक्यं पश्यतु वह्नि अभावः अपि च धूमाभावः द्वयमपि मिलित्वा कुत्र वर्तते एण्ड् इति तादृशं हा तदेव अहमपि पृच्छामि वह्नेः भावः धूमस्य भावः द्वयमपि मिलित्वा कुत्र वर्तते इति तत्रापि यया रीत्या भवान् चिन्तयति तया रीत्या तर्हि मिलित्वा इति न द्रष्टव्यं खलु आं भगिनि अस्तु तर्हि पुष्पा भगिनी भवती अवगतवती वा एतत् हरि ओम् पुष्पा भगिनी अत्र अष्टसु पक्षे पर्वते धूमः नास्ति वा? अष्टसु इति कथम् आगतम्? तत्र सप्तसु धूमः अस्ति सत्यं, तत्र सप्त पर्वते सप्त सप्त न अष्ट नवम नवम दश इति अस्ति न अष्टसु पर्वते बह्नी अस्ति न? हा सत्यम्, इत्युक्ते आहत्य तत्र पश्यतु भगिनि, तत्र विंशतिः पर्वताः सन्ति सत्यं, तत्र आहत्य तत्र यत्र यत्र तत्र स्क्वायर् इति अस्ति तत्सर्वं एकं स्क्वायर् इति स्वीकुर्मः चेत् तत्र पर्वतः, तर्हि तत्र आहत्य विंशतिपर्वताः सन्ति, विंशतिपर्वतेषु तत्र धूमः अस्ति पञ्चदशसु पर्वतेषु, न क्षम्यतां वह्निः अस्ति पञ्चदशसु पर्वतेषु, अपि च धूमः अस्ति सप्तसु पर्वतेषु. तर्हि इदानीं धूमः कुत्र नास्ति? आहत्य विंशतिपर्वताः, तस्मिन् तत्र विंशतिपर्वतेषु तेषु तत्र सप्तसु पर्वतेषु धूमः अस्ति, तर्हि धूमः कुत्र नास्ति? धूमः सप्तसु त्यज्य सर्वे पर्वतेषु नास्ति. हा उत्तमम्, इत्युक्ते त्रयोदशसु पर्वतेषु धूमः नास्ति. तर्हि त्रयोदशसु पर्वतेषु धूमाभावः अस्ति. अस्ति उत्तमं. तद्वत् इदानीं पुनः तत्र आहत्य पर्वताः तु विंशतिः एव, तस्मिन् पञ्चदशसु पर्वतेषु वह्निः अस्ति, तर्हि वह्न्यभावः कति पर्वतेषु नास्ति? क्षम्यतां वह्निः नास्ति, क्षम्यतां वह्निः कति पर्वतेषु नास्ति? पञ्चसु. तर्हि इदानीं पश्यतु, तर्हि धूमाभावः अधिकदेशे अस्ति, इत्युक्ते त्रयोदशः तु पञ्च अपेक्षया अधिकदेशवृत्तिः खलु, त्रयोदशसु पर्वतेषु तत्र धूमः नास्ति चेत् तद् पञ्चसु पर्वतेषु अपेक्षया धूमः तु अधिकदेशवृत्तिः इदानीं, तद्वत् वह्निः अभवत् न्यूनदेशवृत्तिः इति कृत्वा, यदा अभावः इति वदामः चेत् यः व्याप्यः आसीत् व्याप्याभावः भवति व्यापकः, तद्वत् व्यापकाभावः भवति व्याप्यः इति एव, तस्य उदाहरणमेतत्. व्याप्यः इति धूमः, व्यापकः इति वह्निः इति स्वीकुर्मः चेत् इदानीं व्यापकाभावः इत्युक्ते वन्यभावः अभवत् व्याप्यः, इत्युक्ते वन्यभावः अभवत् न्यूनदेशवृत्तिः, तद्वत् व्याप्याभावः इत्युक्ते धूमाभावः अभवत् अधिकदेशवृत्तिः इति. अस्तु, तत्तु त्रयोदश पर्वतेषु न्यूनभावः अस्ति. न, त्रयोदश पर्वतेषु न्यूनभावः न, व्याप्याभावः खलु, धूमाभावः. तर्हि अग्रे भवती एव पठतु. तत्र च सप्तसु पर्वतेषु भूमः योगः, त्रयोदशसु पर्वतेषु धूमाभावः, विंशतिः पर्वताः नाम एवं न कोऽपि पर्वतः अस्ति यस्मिन् न धूमः अस्ति न वा धूमाभावः. सर्वेषु पर्वतेषु धूमः अथवा धूमाभावः धूम नास्ति चेत् धूमाभावः, धूमाभावः नास्ति चेत् धूमः. आहत्य विंशतिः पर्वताः अधिकेषु धूमतः धूमः. विंशतिः पर्वताः अधिकेषु धूमः अस्ति चेत् न्यूनेषु धूमाभावः. एवमेव वह्निना वह्न्यभावेन च सः, वह्निना वह्न्यभावेन च सः, तदर्थमेव यः व्यापकः अस्ति अतः अत्र वह्निः, तस्य अभावः व्याप्यस्य अत्र धूमस्य अभावस्य अपेक्षया व्याप्यः भवति. तत्र सप्तधूमः द्वादश त्रयोदश धूमाभाव योगः त्रयोदशधूमाभावः तत्तु विंशति पर्वताः. पञ्चदशेषु वह्निः योगः पञ्चवह्न्याभावः. अत्र तथैव दृष्टं न इदानीं आवां प्रदर्शितः तत्तु सप्तषु पर्वतेषु धूमः अस्ति, त्रयोदशसु पर्वतेषु धूमः धूमाभावः तत्तु विंशतिः पर्वताः सन्ति. नाम यस्मिन् नाम एवं न कोऽपि पर्वतः अस्ति यस्मिन् न धूमः अस्ति न वा धूमाभावः, तत्तु सर्वे अपि धूमः या धूमाभावः अस्ति. विंशति पर्वतेषु कोऽपि धूमः अस्ति या वा धूमाभावः अथवा धूमाभावः अथवा धूमाभावः. सर्वेषु पर्वतेषु धूमः अथवा धूमाभावः अस्ति, धूमः नास्ति चेत् धूमाभावः, धूमाभावः नास्ति चेत् धूमः. डबल् नेगेटिव् अस्तु. आहत्य विंशतिः पर्वताः अधिकेषु धूमः, अधिकेषु धूमः अस्ति चेत् न्यूनेषु धूमाभावः. तथैव सप्तसु अधिकेषु धूमः सप्तसु पर्वतेषु अधिकेषु धूमः अस्ति, त्रयोदश पर्वतेषु न्यूनेषु धूमाभावः. एवमेव वह्निना वह्न्यभावः भावेन वह्न्यभावेन अभावेन च सः तथैव वह्नि अस्ति चेत् वह्निः अस्ति वह्न्यभावः अस्ति चेत् तत्तु त्रयोदश पर्वतेषु वह्नि न तत्र एवमेव वह्निना वन्यभावेन च सह इत्युक्ते किम्? वह्निना तत् तृतीयविभक्ति अस्ति वर्णिना न वह्निना वह्न्यभावः भावेन च सह तथैव पञ्चदश पञ्चदश भाव वह्नि अस्ति वह्न्यभावः पञ्चसु अस्ति सत्यम् इत्युक्ते तत्र आहत्य तत्र विंशतिपर्वताः तत्र वह्नि अस्ति वह्नि नास्ति चेत् वह्न्यभावः अस्ति इति तदर्थमेव यः व्यापकः अस्ति अत्र वह्नि अस्ति तस्य अभावः व्याप्यस्य तत्र अत्र धूमस्य अभावस्य अपेक्षया व्याप्यः भवति अत्र धूम अस्ति चेत् धूमः अस्ति चेत् व्यापकः अस्ति धूमः अस्ति चेत् व्यापकः अस्ति नास्ति खलु धूमः इति व्याप्यः किञ्चित् सम्यक्तया वदतु भगिनि अस्ति चेत् व्यापकः अस्ति न तद् नास्ति तद् वाक्यस्य तात्पर्यं तद् नास्ति तदर्थमेव यः व्यापकः अस्ति इत्युक्ते यः वह्निः अस्ति तस्य अभावः इत्युक्ते कस्य अभावः व्याप्यस्य अभावः सत्यम् इत्युक्ते वह्नेः अभावः खलु वह्निः अभावः व्याप्यस्य तत्र धूमस्य अभावः अपेक्षया व्याप्यः भवति सत्यम् इत्युक्ते इदानीं यः व्याप्यः अस्ति वह्निः इति तस्य अभावः इत्युक्ते व्यापक अभावः व्याप्य अभावस्य अपेक्षया व्याप्यः भवति इत्युक्ते व्यापकाभावः अभवत् व्याप्यः व्याप्यभावः अभवत् व्यापकः इति वैपरीतं जातं खलु तृतीय पङ्क्ति अत्र तृतीय न वस्तुतः द्वितीय खलु प्रथममस्ति व्याप्येन व्यापकः द्वितीयमस्ति व्यापकाभावेन व्याप्याभावः इति व्यापक अभावेन व्याप्याभावः सिद्ध्यति यत्र यत्र व्यापकाभावः तत्र तत्र व्याप्याभावः अस्तु सम्यक् तर्हि सुनील् महोदय भवान् अग्रे पठति वा आम् अत्र च अन्यत् चित्रं सावित्रीभगिन्या निरूपितं यस्मिन् व्याप्याभावं प्रति व्यापकाभावः व्याप्यः व्याप्याभावश्च व्यापकः इति प्रदर्शितमस्ति अत्र व्यापकः व्याप्यः भावः अभावः च इति चित्रमस्ति प्रथमभागे वह्निः व्यापकः अधिकदेशवृत्तिः वन्याभावः व्याप्यः तत्र अभावः न्यूनदेशवृत्तिः धूमः द्वितीयभागे क्षम्यता महोदय एकक्षणं तत्र वस्तुतः व्यापकव्याप्ययोः तोलनं करणीयं खलु तर्हि तत्र न्यूनदेशवृत्ति अधिकदेशवृत्तिः इति यदा वदामः तत्र वह्निः धूमः अपि च वन्यभावः धूमाभावः इति वक्तव्यं न तु वह्निः वन्यभावः इति तदर्थमेव तत्र कृष्णवर्णे अस्ति वह्निः धूमः रक्तवर्णे अस्ति वन्यभावः धूमाभावः इति अवगच्छति वा इत्युक्ते अत्र वह्निः व्यापकः अत्र धूमः व्याप्यः इति तादृशं वा तादृशं किल सत्यं सत्यम् इत्युक्ते व्यापकव्याप्यभावेन द्रष्टव्यं खलु तर्हि व्यापकः वह्निः अधिकदेशवृत्तिः व्याप्यः इति धूमः न्यूनदेशवृत्तिः यदा वह्निः व्यापकः भवति धूमः व्याप्यः भवति, यदा वन्याभावः व्याप्यः भवति तदा धूमाभावः व्यापकः भवति. तत्र न्यूनदेश अधिकदेशवृत्तित्वं स्वीकृत्य इत्युक्ते तत्र हा तत्र वयं वाक्यत्रयम् आरम्भे दृष्टवन्तः खलु, तत्र व्याप्येन व्यापकः सिद्ध्यति अपि च व्यापकाभावेन व्याप्याभावः सिद्ध्यति इति, तस्य एव तत्र अत्र चित्ररूपेण प्रदर्शितं तदेव. इत्युक्ते व्याप्येन इत्युक्ते धूमेन वह्निः व्यापकः अथवा व्यापकाभावेन इत्युक्ते वन्यभावेन धूमाभावः इत्युक्ते व्याप्याभावः. अग्रे पठामि वा? सम्प्रति यत्र यत्र वन्यभावः तत्र तत्र धूमाभावः इत्यस्मात् पर्वतः वन्यमान् इति साधनीयम्. अत्रापि पञ्च अवयवाः सन्ति भवन्ति. इदानीम् अत्र वयं चित्राणि दृष्ट्वा वन्यभावः यत्र यत्र तत्र तत्र धूमाभावः इति दृष्टवन्तः. अतः इदानीं पर्वतः वन्यमान् इति वयं साधनीयम् अस्माभिः साधनीयम्. पञ्च अवयवाः सन्ति इति अत्र व्यतिरेकव्याप्तौ पर्वतः वन्यमान् धूमात् वाक्यम् एकक्षणं क्षम्यताम्. अत्र इदानीं वैशिष्ट्यमस्ति यत् इदानीं व्यतिरेकव्याप्तिः स्वीकृत्य वयं पर्वतः वन्यमान् धूमात् इति साधयितुं प्रभवामः. इत्युक्ते पूर्वं वयम् एतत् साधितवन्तः परन्तु अन्वयव्याप्ति दृष्टिकोणेन खलु, तत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति स्वीकृत्य तत्र पर्वतः वह्निमात् धूमात् इति वयं साधितवन्तः. इदानीं व्यतिरेकव्याप्तिम् अवलम्ब्य तत्र पर्वतः वह्निमान् धूमात् इति साधयितुं प्रभवामः. तत्र अपि इदानीं तत्र पञ्चवयवाः सन्ति, ते के इति दृष्ट्वा अग्रे वयं तस्य साधनं कथं भवति इति अपि द्रष्टुं शक्नुमः. भगिनि एकः प्रश्नः अस्ति, भवती एकक्षणं पूर्वम् उक्तवती व्याप्येन व्यापकः सिद्ध्यति एवं वा? हा, व्याप्येन व्यापकः सिद्ध्यति इत्युक्ते व्यापकभावेन व्याप्याभावः सिद्ध्यति तदेव न वा? सत्यम्. इत्युक्ते वयं आरम्भे तत्र वाक्यत्रयम् अवलोकितवन्तः खलु, तत्र व्याप्येन व्यापकः सिद्ध्यति इत्युक्ते धूमेन वह्निः सिद्ध्यति इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इति वयम् उक्तवन्तः. तद्वत् व्यापकाभावेन व्याप्याभावः सिद्ध्यति इत्युक्ते यत्र यत्र वन्यभावः तत्र तत्र धूमाभावः इति. इत्युक्ते यद् न्यूनदेशवृत्तिः अस्ति तदुपयुज्य अधिकदेशवृत्तिः वृत्तेः साधनं कर्तुं शक्नुमः, विपरीतदिश्यां न. अस्तु, अग्रे महोदय. अत्र पञ्च अवयवाः सन्ति. प्रथमवाक्यमस्ति प्रतिज्ञावाक्यं पर्वतः वन्यमान् इति. द्वितीयवाक्यमस्ति हेतुवाक्यं धूमवत्वात्. तृतीयवाक्यम् उदाहरणवाक्यं यो यो वन्यभाववान् स सर्वोऽपि धूम अभाववान् यथा ह्रदः. चतुर्थवाक्यम् उपनयवाक्यं न तथा च अयं पक्षः पर्वतः तथा न हेत्व अभाववान् न भवति. निगमनवाक्यं तस्मात् न तथा तस्मात् हेत्व अभाववान् न तथा नाम वन्य अभाववान् न. वन्य अभाववान् न इत्युक्तौ वन्य अभाववान् वन्यभाव अभाववान् इत्युक्तौ वन्यमान्. तत्र इदानीं व्यतिरेक व्याप्तिस्थले पञ्च अवयवाः कीदृशाः इति प्रतिज्ञावाक्यम् अस्ति पर्वतः वन्यमायति. हेतुवाक्यं धूमवत्वात् इति. अत्र वाक्यद्वये प्रश्नः नास्ति. उदाहरणवाक्यमस्ति यो यो वन्यभाववान् स सर्वोऽपि धूमा अभाववान् यथा हदः. यः यः वन्यभाववान् इत्युक्ते तत् अत्र वन्यः अस्ति. वन्य अभाववान् इत्युक्ते किम्? वन्य अभाववान् इति एव. अहं अत्र वन्यः नास्ति इति एव. सर्वेपि धूम अभाववान् यथा हृदः. यत्र यत्र वह्निः नास्ति तत्र तत्र धूमः नास्ति इति स्वीकर्तुं शक्नुमः. यतः अर्थं किं भगिनि? ह्रदः महोदय वदतु. यथा ह्रदः समुद्रः इति. हा जलं सत्यं जलं. अत्र जले अपि नास्ति इति. उपनयवाक्यं न तथा च अन्वयव्याप्तिप्रसङ्गे यथा महानसमिति स्वीकृतवन्तः अत्र जलमिति. इत्युक्ते जले वह्निः नास्ति धूमः अपि नास्ति इति. महानसे धूमः अस्ति इति कृत्वा वह्निः अस्ति इति उदाहरणं स्वीकृतवन्तः. अत्र जले वह्निः नास्ति इति कृत्वा धूमः नास्ति इति उदाहरणम्. उपनयनवाक्यमस्ति उपनयवाक्यमस्ति उपनयवाक्यमस्ति न तथा च अयम् अयं पक्षः पर्वतः तथा न अहेत्वभाववान् न भवति. पूर्वं वयं दृष्टवन्तः तथा च अयम् इति. अत्र न तथा च अयम् अयं पक्षः पर्वतः तथा न. पूर्वम् अयं पक्षः पर्वतः तथा इति आसीत्. अत्र अयं पर्वतः तथा न इति. पक्षः पर्वतः तथा न हेत्व अभाववान् न भवति. हेत्व अभाववान् इत्युक्ते हेतुः अस्ति इति एव किल. हेत्व अभाववान् इत्युक्ते हेतुः नास्ति खलु, परन्तु हेत्वभाववान् न इति कृत्वा हेतुः अस्ति इति. अतः अयं पक्षः पर्वतः तथा न इत्युक्ते अत्र हेतुः इत्युक्ते किं? हेतुः इत्युक्ते किं? हेतुः धूमः किल. सत्यम्. अत्र धूमः नास्ति. अतः न धूमः नास्ति इति नास्ति खलु. तत्र किञ्चित् अभाववान् न. तर्हि हेतु अभाववान् न इत्युक्ते किम्? हेतु अभाववान् न इत्युक्ते हेतुः अस्ति इति एव. इत्युक्ते धूमः अस्ति इति एव. धूमः अस्ति इति. इत्युक्ते धूमभाववान् नास्ति अयं पक्षः इति. निगमनवाक्यमस्ति तस्मात् न तथा. तस्मात् हेत्व अभाववान् न तथा नाम वन्य. क्षम्यतां महोदय, तत्र हेत्व अभाववान् इति नास्ति खलु. तत्र किञ्चित् स्पष्टतया. तस्मात् न तथा. तस्मात् हेत्व अभावात् न तथा नाम वन्य अभाववान् न. हेतु अभाव अभावात् न तथा नाम वन्य अभाववान् न. क्षम्यतां महोदय, तत्र वस्तुतः हेतु अभावः इति हेतु अभाव अभावः इति किञ्चित् तत्र तथा नास्ति खलु. तत्तु समस्तपदमस्ति. तर्हि हेत्वभावा भावात् इति एव वक्तव्यम् अथवा व्यस्तप्रयोगं करणीयं हेत्वभाव इति किञ्चित् दोषाय हेत्वभावभावात् न तथा नाम वन्यभाववान् न इत्युक्ते हेत्वभावभावात् इत्युक्ते हेतुः नास्ति इति न तदेव किल सत्यं तादृशं नास्ति नाम वन्यभाववान् न इति इत्युक्ते अत्र वन्यः अस्ति इति इत्युक्ते हेतुः नास्ति इति नास्ति इति कृत्वा वह्निः नास्ति इति अपि न इत्युक्ते हेतुः अस्ति इति कृत्वा वह्निः अस्ति इति वन्यभाववान् न इत्युक्तौ वन्यभावभावान् इत्युक्तौ वन्यमान् इति यथा वयं तृतीयवाक्ये दृष्टवन्तः खलु तत्र अभावद्वयप्रयोगेन तत्र भावः भावार्थः एव आगच्छति इत्युक्ते वन्यभावभावः इत्युक्ते वह्निः इति एव अत्र वस्तुतः केवलं एकक्षणं तत्र अग्रे विद्याशङ्करमहोदय भवान् पठति वा अत्र वस्तुतः केवलं पूर्वोक्तद्वितीयतृतीयवाक्ययोः मेलनं नाम द्वितीयवाक्यम् अत्र उदाहरणवाक्यं सत्यं किन्तु अत्र पक्षे तथा नास्ति अत्र उपनयवाक्यं तथा नास्ति इत्यस्य कथनेन तृतीयं वाक्यम् अस्ति अत्र निगमनवाक्यम् अनेन च साध्यं सिद्ध्यति अस्मिन् उदाहरणे पूर्वोक्त बिन्दुत्रयम् अस्ति तस्मात् द्वितीय च तृतीयवाक्ययोः मेलनं कृत्वा अत्र तर्कः सिद्ध्यति नाम द्वितीयवाक्यं किम् आसीत् यत्र यत्र यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः इति द्वितीयवाक्यम् आसीत् अत्र तत् उदाहरणवाक्यमस्ति यः यः वह्नि अभा यो यो वह्नि अभाववान् सः सर्वोपि धूमाभाववान् यथा हृदः यथा जलं सत्यं किन्तु अत्र पक्षे तथा नास्ति पक्षे धूमः अस्ति धूमाभाववान् नास्ति न तथा च अयं पक्षः पर्वतः तथा न तस्मात् उपनयवाक्यं सिद्ध्यति न तथा नास्ति इति उपनयवाक्यं तस्मात् तृतीयं वाक्यं भवति निगमनवाक्यं यदस्ति तथा नास्ति तस्मात् न तथा इति अस्ति तस्मात् न तथा तस्मात् धूमाभावात् वह्नीयभावाभावान् न इत्युक्ते वह्नीयमान् एव क्षम्यतां महोदय वन्यभावाभावान् न इति न खलु वन्यभाववान् न इति एव अथवा वन्यभावाभावः इति वह्नीयभाववान् न इत्युक्ते वह्नीयभावाभाववान् इत्युक्ते वह्निमान् एव इति अस्माकं तृतीयवाक्यमासीत् आरम्भे यद्वाक्यत्रयं वयं दृष्टवन्तः तत्र व्याप्येन व्यापकः सिद्ध्यति व्यापकाभावेन व्याप्याभावः सिद्ध्यति इति तत्र तृतीयवाक्यमासीत् यत्र यत्र धूमाभावाभावः तत्र तत्र वन्यभावाभावः इति तदेव इदानीम् अस्माकं निगमनवाक्यमस्ति इत्युक्ते यत्र यत्र हेत्वभावाभावः तत्र तत्र साध्यभावाभावः अथवा यत्र यत्र धूमाभावाभावः तत्र तत्र वन्यभावाभावः इति अनेन तत्र अस्माकं वस्तुतः प्रथमवाक्यम् आगतं खलु हेत्वभावाभावः इत्युक्ते हेतुः एव साध्याभावाभावः इत्युक्ते साध्यः एव इति वयं दृष्टवन्तः तर्हि यत्र यत्र हेत्वभावाभावः तत्र तत्र साध्याभावाभावः इत्युक्ते यत्र यत्र हेतुः तत्र तत्र साध्यम् इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इति आगतम् अभावरूपेण भावं साधितम् अभावं स्वीकृत्य भावं साधितं सत्यम् इत्युक्ते तत्र व्यतिरेकव्याप्तिस्थले तथैव भवति खलु तदभावे तदभावः इति एव व्यतिरेकव्याप्तिवाक्यं तर्हि तत्र वन्यभावेन वन्यभावः अस्ति चेत् धूमभावः इति स्वीकृत्य तेन आधारेण तत्र धूमेन धूमः अस्ति वह्निः अस्ति इति वयं साधितवन्तः अस्तु प्रश्नः अस्ति वा एतावत्पर्यन्तम् एकः प्रश्नः अस्ति पूर्वम् आरम्भे अप्रतियोगी इति उक्तं किल अप्रतियोगी किमर्थम् अनियोगी न उक्तम् अप्रतियोगी किमर्थम् अनियोगी इत्युक्ते किं प्रतियोगिनः विरुद्धः न वा हा सत्यं परन्तु अत्र तु प्रतियोगिनः विरुद्धः इति अस्माकम् इष्टं नास्ति खलु प्रतियोगी नास्ति इत्येव अस्माकम् इष्टम् इत्युक्ते तत्र अत्यन्त अभावः बहवः अत्यन्त अभावाः सन्ति अत्र पक्षे तस्य प्रतियोगी तत्र बहवः पदार्थाः भवन्ति इत्युक्ते घटः पटः वृक्षः इति यत्किमपि भवितुं शक्नोति परन्तु वह्निः अथवा साध्यः इति यदस्ति तद् न भवति इति कृत्वा तत्र अप्रतियोगी इति स्वीकृतम् धन्यवादः न चिन्ता नास्ति महोदय अस्तु तर्हि प्रायः अद्य अत्र स्थगयामः इति चिन्तयामि यतोहि तत्र नूतनविषयः आगच्छति अग्रे समयः प्रायः इदानीं निमिषद्वयमेव अस्ति इति कृत्वा तर्हि अत्र प्रश्नः अस्ति वा अथवा किमपि चिन्तनम् अस्ति चेत् किञ्चित् निमिषद्वये एव अत्र एव चर्चयित्वा समापयितुं शक्नुमः नास्ति भगिनि मम कृते मम पार्श्वे अस्तु तर्हि पुष्पा भगिनी भवती अपि अवगतवती वा तर्हि तत्र अन्तिमपरिच्छेदः यत् विद्याशङ्कर् महोदयेन पठितः तदेकवारं पुनः पठित्वा वदति वा तत्र किम् अस्ति इति अत्र वस्तुतः केवलं अस्तु अत्र वस्तुतः केवलं पूर्वोक्तद्वितीयतृतीयवाक्ययोः मेलनं तत्र क्षम्यतां भगिनि तत्र द्वितीयतृतीयवाक्यम् इत्युक्ते किं तत्र द्वितीयवाक्यं तृतीयवाक्यम् एकवारं पठितुं शक्नोति वा द्वितीयवाक्यं हेतुवाक्यं न क्षम्यतां भगिनि अहं तदेव मम शङ्का आसीत् तत्र वस्तुतः द्वितीयतृतीयवाक्यम् इति आरम्भे यद्वयं पठितवन्तः अधीतवन्तः तत्र किञ्चित् पेज् अप् करोतु तत्र चित्रं प्रथमचित्रमस्ति खलु तत् तस्य उपरि अस्ति वाक्यत्रयं पश्यति वा तत्र प्रथमचित्रमस्ति खलु यद्भवती अपि तत्र विंशति पर्वताः इति सर्वं पश्यति वा तस्य उपरि वाक्यत्रयमस्ति अत्र प्रथमं वाक्यं साधु इति तत्र शरस्य अनन्तरं यः भागः अस्ति केवलं द्वितीयतृतीयवाक्येषु वाक्यौ तत्र तत्र शरस्य अनन्तरं यदस्ति तत् पठति वा यत्र यत्र वन्यभावः यत्र वन्यभावः तत्र शरः पश्यति वा आरो यत्र यत्र धूमः वह्निः यत्र यत्र धूमः तत्र तत्र वह्निः यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः भावाभावः तत्र तत्र वह्न्याभावाभावः अत्र इदानीं किञ्चित् यत् परिच्छेदः भवती पठितवती तत्र पूर्वोक्तरीत्या द्वितीयतृतीयवाक्ययोः मेलनमिति तत्र आगत्य अत्र वस्तुतः पूर्वोक्तद्वितीयतृतीयवाक्ययोः मेलनं अत्र नास्ति न तत् उपरि उपरि न उपरि सत्यं तत्र अभावेन वह्न्यभावेन धूमाभावः अस्ति द्वितीय तृतीया तु वह्न्या न धूमाभावाभावः यत् यत्र अस्ति तत्र तत्र तत्र वह्न्याभावाभावः अस्ति इति मेलनेन तत्तु एकनिमिषः नाम द्वितीयवाक्यम् अत्र उदाहरणवाक्यम् अत्र तृतीयवाक्यं न द्वितीयवाक्यम् अत्र उदाहरणवाक्यं तत्तु वह्न्याभावस्य भावात् न धूमाभावः अस्ति इत्युक्ते तत्र उपरितन वाक्यत्रयेषु तत्र द्वितीयवाक्यमासीत् वाक्यत्रये द्वितीयवाक्यमासीत् यत्र यत्र वन्यभावः तत्र तत्र धूमाभावः इति खलु तदेव अस्ति अत्र उदाहरणवाक्यमिति यो यो वन्यभाववान् स सर्वोऽपि धूमाभाववान् यथा ह्रदः इति अस्ति चेत् तत्र वस्तुतः यत्र यत्र वन्यभावः तत्र तत्र धूमाभावः इति आगच्छति खलु परन्तु अस्मिन् पक्षे पर्वते तथा नास्ति तत्र धूमाभावः नास्ति धूमाभावः नास्ति इति धूमाभावः अस्ति इति नास्ति खलु इत्युक्ते धूमाभावः नास्ति नास्ति इति कृत्वा तत्र तथा नास्ति इति कृत्वा तत्र हेत्वभावः नास्ति इति कृत्वा साध्यभावः अपि नास्ति इत्युक्ते धूमाभावः नास्ति धूमाभावः नास्ति इत्युक्ते धूमः अस्ति इति कृत्वा वह्न्यभावः नास्ति इत्युक्ते वह्निः अस्ति इति निगमनम् आगच्छति पूर्वतया तदेव आसीत् अस्माकं तृतीयवाक्यम् इत्युक्ते यत्र हेत्वभावाभावः तत्र साध्याभावाभावः इति अनेन इदानीं यदस्माकं लक्षितं तत् सिद्ध्यति इत्युक्ते पर्वतः वह्निमान् इति अस्तु अस्तु सम्यक् तर्हि शुभरात्रिः किञ्चित् पुनः महोदयस्य मुद्रणमपि शृणोतु समयः अस्ति चेत् प्रश्नः अस्ति चेत् आगामिकक्षायां किञ्चित् चर्चयित्वा अग्रे सरेम शुभरात्रिः धन्यवादः धन्यवादः शुभरात्रिः